पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 33 युधिष्ठिर उवाच वाराणस्याश्च माहात्म्यं संक्षेपात् कथितं त्वया विस्तरेण मुने ब्रूहि तदा प्रीणादि मे मनः नारद उवाच अत्रेदिहासं वक्ष्यामि वाराणस्या गुणाश्रयं यस्य श्रवणमात्रेण मुच्यते ब्रह्महत्यया मेरुशृङ्गे पुरा देवमीशानं त्रिपुरद्विषं देवासनगदा देवी महादेवमपृच्छद देव्युवाच देवदेव महादेव भक्तानामार्तिनाशन कथं त्वां पुरुषो देवमचिरादेव पश्यति साङ्ख्ययोगस्तथा ध्यानं कर्मयोगोऽध वैदिकः आयासबहुलालोके यानि चान्यानि शङ्कर येन विश्रान्तचित्तानां योगिनां कर्मिणामपि दृश्यो हि भगवान् सूक्ष्मः सर्वेषामथ देहिनां एतद्गुह्यतमं ज्ञानं गूढं शक्रादिसेविदं हिताय सर्वभूतानां ब्रूहि कामाग्निनाशनम् ईश्वर उवाच अवाच्यमत्र विज्ञानं ज्ञानमज्ञैर्बहिष्कृतं वक्ष्ये तव यथा तत्त्वं यदुक्तं परमर्षिभिः परं गुह्यतमं क्षेत्रं मम वाराणसीपुरी सर्वेषामेव भूतानां संसारार्णवतारिणी तत्र भक्त्या महादेवी मदीयं व्रतमास्थिताः निवसन्ति महात्मानः परं नियममास्थिताः उत्तमं सर्वतीर्थानां स्थानानामुत्तमं चयद ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम स्थानान्तरपवित्राणि तीर्थान्यायतनानि च श्मशानसंस्थितान्येव दिव्यभूमिगतानि च भूर्लोके नैव संलग्नमन्तरिक्षे ममालयम् अमुक्तास्तत्र पश्यन्ति मुक्ताः पश्यन्ति चेदसा श्मशानमेतद्विख्यातमविमुक्तमिति श्रुतं कालो भूत्वा जगदिदम् संहाराम्यत्र सुन्दरि देवीदं सर्वगुह्यानां स्थानं प्रियतरं मम मद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्ति च दत्तं जप्तं हुदं चेष्टं तपस्तप्तं कृतं च यद ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेद जन्मान्तरसहस्रेषु यत्पापं पूर्वसञ्चितम् अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजदिक्षयं ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च वर्णसङ्कराः स्त्रियो म्लेच्छाश्च ये चान्ये सङ्कीर्णाः पापयोनयः कीडा पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः कालेन निधनं प्राप्ता अविमुक्ते वरानने चन्द्रार्थमौलयस्त्र्यक्षा महावृषभवाहनाः शिवे मम पुरे देवि जायन्ते तत्र मानवाः नाविमुक्ते मृधः कश्चिन्नरकं याति किल्बिषि ईश्वरानुगृहीताहि सर्वे यान्ति परां गतिं मोक्षं सुदुर्लभं मत्वा संसारं चादिभीषणं अश्मनाचरणौ भङ्क्त्वा वाराणस्यां वसेन्नरः दुर्लभा तपसा चापि मृतस्य परमेश्वरि यत्र तत्र विपन्नस्य गतिः संसारमोक्षणि प्रसादाजायते सम्यक् मम शैलेन्द्रनन्दिनि अप्रवृद्धा न पश्यन्ति मम माया विमोहिताः विन्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः हन्यमानोऽपि यो विद्वान्वसेद्विघ्नशतैरपि स यादि परमं स्थानं यत्र गत्वा न शोचति जन्म मृत्युजरामुक्तं परं यान्ति शिवालयम् अपुनर्मरणानां हि सागतिर्मोक्षकाङ्क्षिणां यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डिताः न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया प्राप्यते गतिरुत्कृष्टा या विमुक्ते तु लभ्यते नानावर्णा विवर्णाश्च चाण्डालाद्या जुगुप्सिताः किल्बिषैः पूर्णदेहाश्च विशिष्टैः पादकैस्तथा भेषजं परमं तेषामविमुक्तं विदुर्बुधाः अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् अविमुक्तं परं तत्त्वमविमुक्तं परं शिवं कृत्वा वै नैष्टिकीं दीक्षामविमुक्ते वसन्ति ये तेषां तत्परमं ज्ञानं ददाम्यन्ते परं पदं प्रयागं नैमिषारण्यं श्रीशैलोध महाबलम् केदारं भद्रकर्णं तु गयापुष्करमेव च कुरुक्षेत्रं भद्रकोटिर्नर्मदाम्रादकेश्वरी शालग्रामं च कुब्जाम्रं कोकामुखमनुत्तमं प्रभासं विजयेशानं गोकर्णं भद्रकर्णकम् एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानिह न यास्यन्ति परं तत्त्वं वाराणस्यां यथा मृताः वाराणस्यां विशेषेण गङ्गात्रिपथगामिनी प्रविष्ठा नाशयेत् पापं जन्मान्तरशधैकृतम् अन्यत्र सुलभा गङ्गा श्राद्धं दानं तपोजपः व्रतानि सर्वमेवैतद्वाराणस्यां सुदुर्लभं जपे च जुहुयान्नित्यं ददात्यर्चयते मरान् वायुभक्षश्च सततं वाराणस्यां स्थितो नरः यदि पापो यदि शठो यदि वा धार्मिको नरः वाराणसीं समासाद्य पुनादिसकलं कुलं वाराणस्यां यर्चयन्ति महादेवं स्तुवं दिवै सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः अन्यत्र योगज्ञानाभ्यां संन्यासादधवान्यतः प्राप्यते तत्परं स्थानं सहस्रेणैव जन्मनां ये भक्ता देवदेवेशि वाराणस्यां वसन्ति वै ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना अविमुक्तं तदा साध्य नान्यदिच्छेत्तपोवनम् यतो मया विमुक्तं तत् अविमुक्तं तदस्मृतं तदेव गुह्यं गुह्यानामेतद्विज्ञानमुच्यते ज्ञानाज्ञानाभिनिष्ठानां परमानन्दमिच्छतां या गतिर्विदिदा सुभ्रूः सा विमुक्ते मृतस्य तु यानि चैवा विमुक्तस्य देहे दृष्टानि कृष्णशः पुरी वाराणसी तेभ्यः स्थानेभ्योऽप्यधिका शुभा यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तये यत्तत्परतरं तत्त्वमविमुक्तमिति श्रुतम् एकेन जन्मना देवि वाराणस्यां तदाप्नुयाद भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्धनि यथा विमुक्तमादित्ये वाराणस्यां व्यवस्थितं वरणायास्तथा चास्य मध्ये वाराणसीपुरी तत्रैव संस्थितं तत्त्वं नित्यमेवं विमुक्तकम् वाराणस्याः परं स्थानं न भूतं न भविष्यति यत्र नारायणो देवो महादेवो दिवीश्वरः तत्र देवाः स गन्धर्वाः सयक्षोरगराक्षसाः उपासदे यं सततं देवदेव पितामहः महापातकिनो देवि ये तेभ्यः पापकृत्तमाः वाराणसीं समासाद्य ते यान्ति परमां गतिं तस्मान् मुमुक्षुर्नियतो वसेद्वै मरणान्तकम् वाराणस्यां महादेवाज्ञानं लब्ध्वा विमुच्यते किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसः ततो नैवाचरेत् पापं कायेन मनसा गिरा एतद्रहस्यं देवानां पुराणानां च सुव्रते अविमुक्ताश्रयं ज्ञानं न कश्चिद्वेत्ति तत्त्वदः नारद उवाच देवतानां ऋषीणां च शृण्वदां परमेष्ठिनां देवदेवेन कथितं सर्वपापविनाशनं यथा नारायणश्रेष्ठो देवानां पुरुषोत्तमः यथेश्वराणां गिरिशः स्थानानामेददुत्तमं यै समाराधितो रुद्रः पूर्वस्मिन्नेकजन्मनि ते विदन्ति परं क्षेत्रमविमुक्तं शिवालयं कलिकल्मषसम्भूता येषामुपहृदा मदिः न तेषां वेदितुं शक्यं स्थानं तत्परमेष्ठिनः ये स्मरन्ति सदा कालं वदन्ति च पुरीमिमां तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् यानि चेह प्रकुर्वन्ति पातकानि कृतालयाः नाशयेत्तानि सर्वाणि देवकालतनुशिवः आगच्छेत्तदिदं स्थानं सेवितं मोक्षकाङ्क्षिभिः मृतानां च पुनर्जन्म न भूयो भवसागरे तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः योगी वाप्यथ वा योगी पापी वा पुण्यकृत्तमः न लोकवचनात् पित्रो न चैव गुरुवाददः मतिर्न क रमणीया स्यादविमुक्तगतिं प्रति इति श्रीपद्मे महापुराणे स्वर्गखण्डे त्रयस्त्रिंशोऽध्यायः ॐ